सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते. इत्युक्ते अस्मिन् श्लोके सुभाषितकारः वदति पृथिव्यां वस्तुतः freeconferencecall.com. अत्र सुभाषितकारः वदति केवलं केवलं पृथिव्यां त्रीणि रत्नानि एव सन्ति. तानि कानि इत्युक्ते जलम्, अन्नम् अपि च सुभाषितं. केवलं मूढजनाः एव पाषाणं दृष्ट्वा, पाषाणान् दृष्ट्वा रत्नानि अथवा नवरत्नानि इति ते चिन्तयन्ति. परन्तु वस्तुतः त्रीणि रत्नानि एव सन्ति, जलम्, अन्नम् अपि च सुभाषितं. किमर्थं तथा इत्युक्ते जलस्य अभावेन मरणं भविष्यति, अपि च अन्नस्य अभावेनापि मरणं भविष्यति. तदर्थं तत् वयं जानीमः एव. परन्तु अत्र सुभाषितं किमर्थम् उक्तमस्ति इत्युक्ते केवलं सुभाषितश्रवणेन एव मानवाः उत्तमाः भवितुं शक्नुवन्ति. मानवजीवनलक्ष्यं किम् इति चिन्तयामश्चेत् सन्मार्गवर्तनम् एव मानवजीवनलक्ष्यं. तदर्थमेव सुभाषितश्रवणम् आवश्यकम्. ईदृशानि सुभाषितानि संस्कृतभाषायां बहूनि सन्ति, परन्तु तेषाम् अवगमनार्थं भाषायाः व्याकरणस्य व्याकरणपठनस्य आवश्यकता अस्ति. अतः वयं सर्वे अत्र मिलित्वा संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. उत्तमम्. अनन्तरम् अत्र गते सप्ताहे वयं यदि तर्हि इति पदद्वयं योजयित्वा वाक्यरचना कथं करणीया इत्यस्मिन् विषये किञ्चित् दृष्टवन्तः. अत्र यदि तर्हि इत्युक्ते अत्र किं वदामः, कार्यकारणसम्बन्धः अस्ति इति अपि वक्तुं शक्नुमः. यदि विद्युत् अस्ति तर्हि द्वीपः ज्वलति अथवा ज्वलति. अत्र यदि तर्हि इति स्थितिः का इति वदति अथवा कारणं वदति. यदि तर्हि योजयित्वा तत्र कारणं ज्ञातुं शक्नुमः. यदि तत्र पदद्वयमस्ति चेत् पदद्वयस्य योजनेन एकमेव वाक्यं रचयितुम् इच्छामश्चेदपि तत्र यदि तर्हि योजयित्वा रचयितुं शक्नुमः. अत्र अस्माकं गृहपाठः यदि तर्हि इत्यस्मिन् विषये. सर्वे श्रावयन्तु उत्तमानि वाक्यानि, भवन्तः सर्वे रचितवन्तः इति अहं चिन्तयामि. भूमा भगिनी आरम्भं करोतु. आं भगिनि, यदि गृहे सर्वे मिलित्वा गृहकार्याणि करिष्यामः तर्हि तदनन्तरं बहिः गन्तुं शक्यामः. यदि सङ्गीतकार्यक्रमः सम्यक् अस्ति रसिकाः सन्तुष्टाः भवन्ति. यदि अहं देवालयं गच्छामि तर्हि देवं समर्पयितुम् उपाहारं नेष्यामि. अस्तु, तावदेव भगिनि. उत्तमम्, उत्तमानि वाक्यानि. अनन्तरं गीताञ्जलि भगिनी भवती श्रावयतु. नमस्कार भगिनी, क्षम्यतां भगिनी. नमस्कारः. नमस्ते भगिनि. नमस्ते नमस्ते, स्वागतं. धन्यवादः. यदि अहं संस्कृतभाषायाः अभ्यासं प्रतिदिने न अकुर्वम् तर्हि सर्वान् शीघ्रं विस्मरामि. अकरवं वा अत्र? अत्र अकरवं किमर्थं चेत् अत्र लङ्लकारे उत्तमपुरुषे वक्तुमिच्छामश्चेत् अकरवम्. अकरवं, क्षम्यताम्. यदि वयं सर्वे जनाः कश्चित् अपि न परिवर्तनं न सोरि अहं पुनः प्रयत्न करोमि. यदि वयं सर्वे जनाः कश्चित् अपि परिवर्तनं न करिष्यन्ति तर्हि जलार्थं महान् युद्धः भविष्यति. वयं यदि वयं सर्वे जनाः तद् प्रथमभागं पुनः वदतु. यदि वयं सर्वे जनाः कश्चित् अपि परिवर्तनं न करिष्यन्ति करिष्यामः. भूमा भगिनी उक्तवती वयं वयं वयं कश्चिदपि परिवर्तनं न कुर्मः अथवा करिष्यामः. करिष्यामः, करिष्यन्ति सम्यक् नास्ति भगिनि. किमर्थं किमर्थमित्युक्ते कर्तरिप्रयोगे वाक्यमस्ति, कर्तृपदम् अनुसृत्य क्रियापदं सम्भवति. अत्र कर्तृपदं तस्य पुरुषः कः? उत्तमपुरुषः. उत्तमपुरुष बहुवचनं, बहुवचनं सर्वे वयं सर्वे जनाः. वयं सर्वे, अत्र जनाः इति तस्य आवश्यकता नास्ति. वयं सर्वे मिलित्वा कश्चिदपि परिवर्तनं न करिष्यामः. मिलित्वा करिष्यामः, कथं करिष्यामः? उत्तमपुरुष. अस्तु अस्तु भगिनि, करिष्यामः. तर्हि जलार्थं महान् युद्धः भविष्यति. अनन्तरं यदि मातापितरौ शिशून् संस्कारं न स्थापयतः तर्हि तेषु दोषाः विवर्धन्ते. अत्र वाक्यं पुनः वदतु भगिनि. यदि मातापितरौ यदि मातापितरौ शिशून् संस्कारं न स्थापयतः. अत्र स्थापयतः स्था धातुः अकर्मकधातुः, अतः द्वितीयविभक्त्यन्तरूपं न सम्भवति. परन्तु शिशून् द्वितीयविभक्ति बहुवचनं, तत्र समीकृत्य वदतु. स्थापयतः अकर्मकधातु, तर्हि किं धातु प्रयोग सम्यक् अस्ति अत्र? किं वदामः, यदि मातापितरौ शिशौ, अत्र पश्यतु भगिनि, यदि स्थापयतः तथा वक्तुमिच्छति चेत् अत्र सप्तमी विभक्त्यौ वदतु. सप्तमी शिशुशब्दस्य शिशुशब्दस्य अत्र बहुवचनं वा अथवा एकवचनं वा द्विवचनं वा योजयित्वा वदतु. शिशुषु भगिनि, सप्तमी या शिशु शिशुषु शिशुषु शिशुषु शिशुषु सप्तमी. यदि माता पितरौ शिशुषु संस्कार न अत्र पश्यतु भगिनी संस्कारः संस्कारः अस्तु अस्तु अस्तु भगिनि संस्कारः न दधाति स्थापयति भवती स्थापयति इति वक्तुमिच्छति तदर्थम् स्थापयति सम्यक् वा स्थापयति स्थापयति अत्र अकर्मकधातुः परन्तु शिशुषु संस्कारः न स्थापयतः अत्र द्विवचने मातापितरौ द्विवचने इत्युक्ते यतः स्थापयतः द्विवचने तर्हि किं भवति तर्हि तेषु दोषाः विवर्धन्ते दोषाः विवर्धन्ते वर्धते वर्धते इति आत्मनेपदिरूपं परन्तु अत्र विवर्धन्ते इति पदं वि उपसर्गपूर्वकः तथा वर्धते वर्धन्ते विवर्धन्ते अस्तु तेषु तेषु बहुवचन अतः यतः विवर्धन्ते तत्रापि अत्रापि भगिनि पश्यतु वर्त वर्तधातुः अकर्मकः परन्तु वर्धधातुः द्रष्टव्यम् अग्रिमं वदतु तावदेव भगिनि उत्तमम् उत्तमम् अनन्तरं शोभा भगिनी भवती श्रावयतु भगिनि अहं न लिखितवती किन्तु अधुना प्रयत्नं करोमि भगिनि क्षम्यतां यदि वयं सन्मार्गे न गच्छामः तर्हि अनन्तरं पश्चात्तापं भवामः पश्चात्तप्ताः पश्चात्तप्तः भगिनि तत् पदमस्ति पश्चात्तापः अस्ति पश्चात्तप्तः अत्र वयम् इति योजयित्वा उक्तवती तदर्थं पश्चात्तप्ताः पश्चात्तप्ताः अत्र भगिनी अहं चिन्तयामि तापः अस्ति परन्तु पश्चात् तापः यदि तत्र दोषः भवति दोषस्य अनन्तरं मनसि तापः भवति तदेव पश्चात्तापः पश्चात्तापः परन्तु पूर्वतापः आवश्यकः पूर्वतापः पूर्वतापः इत्युक्ते यदि कार्यात् पूर्वमेव चिन्तनं करणीयं तदेव पूर्वतापः परन्तु साधारणतया वयं सर्वे वदतु पूर्वतापः अस्ति वा भगिनि अथवा चिन्तनम् पूर्वतापः अपि वक्तुं शक्नुमः पश्चात्तापः इत्युक्ते दोषानन्तरं तस्मिन् तस्य विषये किमपि चिन्तनं कुर्मः तदेव पश्चात्तापः अत्र ताप पदस्य अर्थम् उष्णं नास्ति वा अत्र उष्णतापः इति पदमस्ति परन्तु तापः इत्युक्ते अत्र भावपदं ताप इत्युक्ते सफरिङ्ग् चिन्तनमपि चिन्तनमपि भवति तपः तपः इति पदमस्ति संस्कृतभाषायां तपः इति पदं सकारान्तपदं यथा मनः शब्दवत् मनः मनसि मनांसि तथा एव तपः तपसि तपांसि इति भवति तपः इति पदात् तापः इति पदमागतम् अहं चिन्तयामि तद्धितान्तरूपम् इति अहं चिन्तयामि तपः इति पदात् तापः पश्चात् योगः तापः पश्चात्तापः भवति वा भगिनि पश्चात्तापः यदि अन्तर्जालः न अभवत् तर्हि इमाः उत्तमरीत्या संस्कृतकक्ष्याः अस्माकं न भवति. यदि सत्यमेव भगिनि, यदि अद्य वृष्टिः भवति तर्हि जुलै मासस्य चतुर्थी समारम्भाः न भविष्यति. समारम्भः जुलै चतुर्थदिनाङ्कस्य समारम्भः न भविष्यति. उत्तमं, तावदेव भगिनि. भगिनि शोभा भगिनि, द्वितीयपदस्य इमाः अर्थं किं भगिनि? कक्ष्या स्त्रीलिङ्गे अस्ति, कक्ष्याः बहुवचने अस्ति. ओ इमाः, दीस् क्लासस्. ओ ओके, स्त्रीलिङ्गे. आम् आं भगिनि, धन्यवादः भगिनि. अत्र भवती दृष्टवती, अहं चिन्तयामि अत्र इदम् इति पदमस्ति. इदं पदमपि त्रिषु लिङ्गेषु भवति अत्र, तथा एव नपुंसकलिङ्गे इदम् इति भवति, पुंलिङ्गे अयम् इति भवति. अयं श्लोकः, इदं वाक्यं, तथा भवति. परन्तु भवती स्त्रीलिङ्गे उक्तवती. उत्तमम्. अनन्तरम् अत्र उषा भगिनी, भवती वदतु. यदि तर्हि, यदि मधुरं न रोचते तर्हि मा खादतु. यदि अद्य विरामः अस्ति तर्हि अहं स्वतन्त्रतासमारोहं प्रति गमिष्यामि इति चिन्तयामि. अस्तु. यदि चलनचित्रं घोरम् अस्ति तर्हि किमर्थं द्रष्टव्यम्? किमर्थं द्रष्टव्यम्? यदि भवती श्रान्ता अस्ति तर्हि अहं पानकम् आनयामि. यदि शर्करा अस्ति तर्हि पिपीलिकाः तत्र भ्रमन्ति. यदि श्वः हिमपातः भविष्यति तर्हि वयम् उद्यानं न गमिष्यामः. यदि वृक्षे पुष्पाणि विकसन्ति तर्हि मधुमक्षिकाः तत्र विहरन्ति. तदेव भगिनि, सुन्दराणि वाक्यानि, उत्तमरीत्या लिखितवती. उत्तमम्. अनन्तरं वंशसुधा भगिनी, भवती श्रावयतु. आं भगिनि, यदि वयं संस्कृतकक्षां शृण्मः तर्हि वयं संस्कृतं सुष्ठुं वदिष्यामः. द्वितीयवाक्यमस्ति, यदि परोपकारः भावना मनसि अस्ति तर्हि वयं दीनजनाः साहाय्यं करिष्यामः. अत्र दीर्घं वाक्यमस्ति, अत्र पुनः वदतु तदेव वाक्यं. यदि परोपकारः भावना भगिनि, अहम् अत्र समासं कुर्मः. अत्र समस्तपदं कुर्मः चेत् परोपकारभावना एकमेव पदं. यदि परोपकारभावना मनसि अस्ति तर्हि वयं दीनजनाः साहाय्यं करिष्यामः. अत्र दीनजनानां आं द्वितीयविध आं भगिनि, धन्यवादः. जनानां दीनजनानां इति पदस्य विभक्तिः का, वचनं किं? द्वितीयविभक्ति भगिनि, एण्ड् बहुवचनरूपं दीनजनानां. दीनजनाः सहायं जनाः सहायं किमर्थं सम्यक् नास्ति भगिनि? कस्य सहायं? कस्य सहाय कस्य सहायं पदमस्ति? केषां सहायम्? आम् आम्. अत्र पदमस्ति साहाय्यं, तत्र दीर्घमस्ति साहाय्यं. परन्तु षष्टि बहुवचनं योजयामश्चेत् सम्यक् भवति इति अहं चिन्तयामि. ओ दीनजनानां साहाय्यं करिष्यामः. सम्यक् भगिनि, उत्तमं. तृतीयवा पदमस्ति, यदि जङ्गमदूरवाणी अस्ति तर्हि एव अहं भवत्याः कक्षां श्रोष्यामि. भवतः अहं लिखितवती, भवत्याः कक्षां श्रोष्यामि. तदेव भगिनि, उत्तमम्. अनन्तरम् अत्र सतीश् महोदय, भवान् वदतु. भगिनि, किमर्थं स्थापयति अकर्मकधातु? भगिनि, स्थापयति अहं चिन्तयामि, सकर्मकधातु नास्ति भगिनि. उत्तमम्. अत्र सम्यक् वदति भगिनि, अत्र स्थापयति अहं चिन्तयामि, अत्र स्थापयति अत्र निजन्तपदम् अस्ति चेत्, निजन्तपदमस्ति चेत् सकर्मकः भवति. अत्र चुरादिगणे अस्ति, परन्तु तिष्ठति, स्थाधातुः अकर्मकधातुः, स्थाधातुतः तिष्ठति इति रूपम् आगच्छति. स्थापयति इति निजन्तरूपमिति कृत्वा कर्मपदं स्वीकरोति, परन्तु एकवारं पुनः द्रष्टव्यं तदेव वाक्यं, यदा अत्र गीताञ्जलिभगिन्याः वाक्यम्. आं भगिनि, धन्यवादः भगिनि. अस्तु, गीताञ्जलिभगिनी भवती एव वदतु पुनः तदेव वाक्यम्. अधुना पुनः एकवारं चिन्तनं कुर्मः. यदि मातापितरौ शिशुषु संस्कारः न स्थापयतः तर्हि तेषु दोषाः विवर्धन्ते. अत्र किञ्चित् परिवर्तनं कृत्वा वदामः. किम् इत्युक्ते, संस्कारं, परन्तु पदमस्ति संस्कारः, संस्कारम् इति योजयामश्चेत् सम्यक् भवति. शिशुषु संस्कार, यदि बहुवचने वक्तुमिच्छति चेत् संस्कारान् अपि सम्यक् एव. इति अहं लिखामि संस्कारं, किन्तु अहं मन्ये भवत्या शुद्धं करोति. अहं कृतवती वा? यदि मातापितरौ शिशुषु संस्कारं न स्थापयतः तर्हि तेषु दोषाः विवर्धन्ते. सम्यक् भगिनि, भगिनि बोधयन्तः सम्यक् पदमस्ति वा? बोधयन्तान् बोधयतः इन्स्टेड् आफ् स्थापयन्तः. संस्कारान् बोधयतः तर्हि भगिनी, यदि वयं बोधयतः उपयुज्य वाक्यं रचित्वं विभक्ति भिन्नः भवति वा? शिशुषु इन्दं स्थापयामः, बोधयामः टु देम्. बोधयति अत्र द्वितीया विभक्ति योजयितुं शक्नुमः. अत्र बोधयति शिशु पदं द्वितीया विभक्ति कर्मपदं स्वीकरोति. आं भगिनि, शिशुषु किं सम्यक्? अत्र बहुवचने वक्तुमिच्छति चेत् शिशुषु अस्तु. अत्र किं वक्तव्यम् इत्युक्ते, अत्र स्थापयति इति वदामश्चेत् अत्र णिजन्तपदम् इति कृत्वा कर्मपदं स्वीकरोति, तदर्थं संस्कारान् स्थापयामि. यथा वयं अत्र पुस्तकं स्थापयामि अथवा अत्र ग्रन्थं स्थापयामि तथा वदामः, वस्तूनि स्थापयामि तथा वदामः, यथा अत्र वंशी भगिनी उक्तवती तत् सम्यक् एव स्थापयति निजन्तरूपमिति कृत्वा कर्मपदं स्वीकरोति. उत्तमम्. अनन्तरम् आचार्यमहोदय भवान् श्रावयतु. यदि वयं संस्कृतव्याकरणं सम्यक् पठेम तर्हि महाकाव्यानि पठितुं शक्नुमः. अत्र महोदय वदतु, शक्ष्यामः अथवा शक्ष्याम इति पदद्वयं, तयोर्मध्ये भेदः कः? शक्ष्याम इति सक्षाम इति लोट् लक् विधिलिङ्गे सक्षाम लकार अस्ति. सक्षामः इति वर्तमान शक्ष्यामः इति वर्तमानकालं, शक्ष्याम इति पदं लोट् लोट् लकारः बहुवचनम्. अत्र केवलं विसर्गः एव तयोर्मध्ये, केवलं तत्र भेदः केवलं विसर्गः एव. पठेम इति करेक्ट्, पठेम इति लोट् लकार अस्ति. पठेम पठेम न विधिलिङ्ग् विधिलिङ्ग् अस्ति. ओके, पठेम तस्य विधिलिङ्ग् रूपं किं भगिनि? शक्नुयाम परन्तु अत्र शक्नुयाम इत्युक्ते अत्र शक्ष्यामः द्रष्टव्यं महोदय. अनन्तरम् यदि वयं पापं कुर्मः तर्हि तस्य फलं निश्चयेन अनुभवामः. यदि लक्ष्मणः न अगमिष्यत् तर्हि रावणः सीताम् अपहर्तुं न अशक्ष्यत्. यदि आकाशे मेघाः सन्ति तर्हि वृष्टिः पतेत् वृष्टिः भवेत् वृष्टिः भवेत् इत्युक्ते अत्र यदि तर्हि प्रयोगः भूतकाले, वर्तमानकाले अथवा भविष्यत्काले, त्रिषु कालेषु वयं रचयितुं शक्नुमः, वाक्यानि रचयितुं शक्नुमः. उत्तमम्. अधुना सतीश् महोदय भवान् वदतु. अहं तु त्रीणि सरलवाक्यानि रचितं. यदि तृषितो भवामि तर्हि जलं पिबामि. द्वितीयवाक् अत्र पश्यन्तु सर्वे, तृषितो भवामि इति महोदय उक्तवान्. तृषितो भवानि भवामि तत्र अर्थः कः इत्युक्ते तृषितः भवामि. तत्र विसर्गस्य स्थाने अत्र ओकारादेशः भवति. वदतु महोदय सम्यक् वाक्यं. द्वितीयवाक्ये यदि वर्षा भवति तर्हि सस्यानि सम्यक् रूपेण विकसन्ति. यदि अहम् अस्वस्थो भवामि तर्हि पाठशालां न गच्छामि. किम् इदं सम्यक् अस्ति? उत्तमानि उत्तमानि वाक्यानि तावदेव वा? त्रीणि वाक्यानि अभवत्. मम एकः प्रश्नः, वयं कदा तृषितः अपि तृषितो उपयुज्यामः? अत्र भगिनी केवलं अहं तृषितः इति महोदयः उक्तवान्. अत्र केवलं विसर्गस्य स्थाने ओकारः भवति. ओकारः भवति विसर्ग. यदि विसर्गसन्धिं पठामः तर्हि तस्मिन् विषये ज्ञातुं शक्नुमः भिन्न द्वयोः मध्ये भेदः नास्ति भेदः नास्ति केवलम् अर्थः समानः एव परन्तु विसर्गस्य स्थाने ओकारः आगच्छति रामः इति पदमस्ति चेत् रामो इति भवति तत्र अस्तु अनन्तरम् अत्र यदि सन्धिं कुर्मः चेदेव तथा भवति यदि सन्धिम् अत्र सन्धिः कुत्र कुत्र करणीयः इति तत्र एकम् अत्र श्लोकः अस्ति वाक्ये सन्धिः वैकल्पिकः इत्युक्ते वाक्ये सन्धिं कर्तुमिच्छामश्चेत् कुर्मः नो चेत् अपि सम्यक् एव वाक्ये परन्तु यदि उपसर्गः अस्ति चेत् तदा सन्धिः नित्या भवति अपि च किं वदामः अत्र त्रिषु स्थलेषु सन्धिः नित्यः परन्तु वाक्ये सन्धिः वैकल्पिकः इति उक्तमस्ति अत्र यदि विसर्गसन्धिं पठामः तर्हि इतोपि ज्ञातुं शक्नुमः धन्यवादः भगिनि मम सन्देहः अर्थे आसीत् अहं श्लोके सर्वदा ओकारः पश्यामि तदर्थं अत्र सन्धिः विसर्गसन्धिः भवति आं भगिनि अत्र अपि च विसर्गसन्धौ परवर्णः कः इति अपि द्रष्टव्यमस्ति इति तत्र यदा सन्धिं कुर्मः तत्र नैकट्यं पदयोः मध्ये नैकट्यम् अस्ति वा इति द्रष्टव्यम् अपि च परवर्णः कः इत्यपि द्रष्टव्यं तदा नैकट्यमस्ति चेदेव सन्धिं कुर्मः तत्र केचन नियमाः सन्ति विसर्गसन्धिं पठामश्चेत् तत्र इतोपि अग्रे अवगन्तुं शक्नुमः उत्तमम् अधुना यदि तर्हि इत्यस्मिन् विषये एव अत्र एकं सम्भाषणमस्ति यदि तत् सम्भाषणं पठामः तर्हि एतत् पदद्वयस्य उपयोगः कथं भवति इति वयं ज्ञातुं शक्नुमः अतः सर्वे पुरतः करपत्रं स्थापयन्तु प्रथमं करपत्रं पठिष्यामः उत्तमं भूमा भगिनी अपि च गीताञ्जलि भगिनी आं भगिनि सम्भाषणं पठन्तु यदि ज्वरः तर्हि गुलिके गजेशः किमर्थम् अद्य कार्यालयं नागतवान् अद्य प्रातः आरभ्य तस्य महान् ज्वरः अस्ति भोः अतः सः शयनं कृतवान् किं सः निद्रां कृतवान् तस्मै भवती औषधं दत्तवती खलु इदानीं सः औषधं पीत्वा निद्रां कृतवान् यदा पट्वादनं भवति तदा पुनः औषधं दास्यामि षट्वादनं यदा उत्तिष्ठति तदा अहम् आगतवान् इति वदतु उपविशतु काफि ददामि श्वः यदि ज्वरः न्यूनः भविष्यति तर्हि सः कार्यालयम् आगमिष्यति मास्तु यदि विश्रान्तः आवश्यकी तर्हि स्वीकरोतु अहं कार्यालये वदामि यदा ज्वरः भवति तदा किमपि सः न स्वीकरोति अतः निःशक्तिः निशक्तिः अत्र अनन्तरं वदामि, प्रथमतया पठन्तु अनन्तरं वदामि. अतः निशक्तिः भवति. अहम् आगच्छामि, तं सूचयतु. माधुरी, इदानीं ज्वरः अधिकः अस्ति इति चिन्तयामि, पश्यतु. वैद्यः किम् उक्तवान्? यदि ज्वरः अधिकः अस्ति तर्हि गुलिके ददातु इति उक्तवान्. भवान् शयनं करोतु, अहं जलम् आनयामि. इत्युक्ते अस्मिन् सम्भाषणे अत्र यथा तथा प्रयोगः अपि अस्ति, यदि तर्हि प्रयोगः अपि अस्ति, परन्तु अद्य अस्माकं विषयः यदि तर्हि, तदर्थं केवलं यदि तर्हि इत्यस्मिन् विषये एव चिन्तनं कुर्मः. अत्र गीताञ्जलि भगिनी भवती वदतु, अत्र माधुरी अखिलयोः सम्भाषणम् अस्ति, नागतवान्, तत्र सन्धिः कः? नागतवान् सवर्ण दीर्घसन्धि अभवत्. तत्र पदविच्छेदं करोतु. न योगः अगतवान् अयोगः आ अभवत्, दीर्घ आ अभवत्, न गतवान्. अत्र सम्यक् रीत्या करोतु. न योगः आगतवान्. न योगः आगतवान्. तत्रापि अत्र द्वितीयपदस्य प्रथमवर्णः दीर्घ आकारः. अस्तु. अनन्तरम् अत्र राजेशः कः इत्युक्ते, अत्र माधुर्याः सहोद्योगी वा अथवा मित्रं वा अथवा पतिः अथवा बन्धुः वा, सः कः इति वयं न जानीमः, परन्तु अखिलः वदति राजेशः किमर्थम् अद्य कार्यालयं न आगतवान्. अनन्तरं द्वितीयवाक्ये केवलं व्याकरण अंशान् परिशीलयामः. अधुना आरभ्य इति पदमस्ति भगिनि, तस्मिन् विषये किञ्चित् वदतु. आरभ्य ल्यप् प्रत्ययान्तरूपम्. अत्र ल्यप् प्रत्ययान्त इति कृत्वा अत्र क्रियापदं किम्? लट् लकाररूपं, लट् लकाररूपम् एतत् वदतु. ल्यप् रूपं कदा आगच्छति वाक्ये? आर् उपसर्ग अस्ति. उत्तमम्. इत्युक्ते यदि धातोः पूर्वम् उपसर्गः अस्ति चेत् तदा एव ल्यबन्तरूपम् आगच्छति. अत्र आ इति उपसर्गः, अपि च रब् धातुः. अत्र आत्मनेपदिरूपं सिद्ध्यति. आत्मनेपदिरूपं किम् अत्र इत्युक्ते आरभते. आरभते, अस्तु अस्तु. आरभते इति पदात् आरभ्य इति ल्यबन्तरूपं. प्रातः इति तस्मिन् विषये वदतु. प्रातः अहं चिन्तयामि अत्र प्रातः इति अव्ययपदम् इति अहं चिन्तयामि. सप्रत्यये नास्ति अत्र? न भगिनि, अत्र अव्ययमस्ति. अव्ययमस्ति. अपि च अत्र पश्यन्तु, महान् ज्वरः इति अस्ति. वयं पूर्वमेव पठितवन्तः महत् पदस्य पुंलिङ्गरूपं महान् ज्वरः. अनन्तरम् अत्र शयनं कृतवान् इति पदमस्ति. शयनं कृतवान् इति पदम् अत्र तस्य विषये शेते इति पदं वयं जानीमः. आत्मनेपदिरूपं शेते आत्मनेपदिरूपम् अस्ति, परन्तु शयनं कृतवान् इत्यस्मिन् स्थाने अन्यं पदं योजयित्वा वदामश्चेत् किं वदामः? शेते, शेते इति पदस्य क्तवत्वन्तरूपं वयं पठितवन्तः. क्तवत्वन्तरूपाणि पठितवान्, गतवान्, उत्थितवान्, निद्राणवान्. अत्र किं भवति इत्युक्ते शयितवान्, शयितवान्. वाक्यं पुनः वदतु, शयितवान् योजयित्वा. अतः सः शयितवान्. अथवा अत्र निद्राणवान्, निद्राणवान्. अतः तस्य महान् ज्वरः, तस्य महान् ज्वरः, अतः सः शयितवान्, अतः सः निद्राणवान् इति अपि वक्तुं शक्नुमः. अनन्तरं तस्मै भवती औषधं दत्तवती खलु इति वाक्यमस्ति. तस्मै इत्युक्ते कस्मै? तस्मै चतुर्थी एकवचन. तस्मै भवती औषधं सः अर्थं राजेश, राजेशार्थम्. अत्र किं वदामः, चतुर्थीरूपं किं राजेशः इति पदस्य? कस्मै दत्तवती? राजेशाय. राजेशाय औषधं दत्तवती. अनन्तरम् औषधं दत्तवती, राजेशाय औषधं दत्तवती इति वाक्यमस्ति, परन्तु लङ्लकारे वदतु. दत्तवती इति पदं क्तवत्वन्तरूपं वयं जानीमः, परन्तु दत्तवती इत्यस्मिन् स्थाने लङ्लकारं योजयित्वा वदतु. औषधी अदत्तवत्. किञ्चित् तत्र रूपं सम्यक् नास्ति, कोऽपि वदति वा? अददात् योजयित्वा वदतु भगिनि वाक्यं. किञ्चित् भिन्नरीत्या चिन्तनं कुर्मः, तदर्थमेव उक्तवती. वदतु. राजेशाय भवती औषधम् अददात् खलु? अददात् खलु. अनन्तरम् अत्र औषधं पीत्वा निद्रां कृतवान् इति वाक्यमस्ति. अत्र पीत्वा तस्य रूपं किम्? पीत्वा इत्युक्ते कृत्वा प्रत्यय अस्ति. उत्तमम्. न न भगिनि, केवलम् अहं पृष्टवती अत्र पीत्वा इति यद्भवती उक्तवती, यत्र क्तवान्तरूपम् इति सम्यक् एव. अत्र पीत्वा निद्राणवान् इति अपि वक्तुं शक्नुमः. निद्राणवान् अपि च अनन्तरम् अग्रिमे वाक्ये पुनः औषधं दास्यामि इति वाक्यमस्ति. दास्यामि रूपं किम्? दास्यामि भविष्यकाल रूप लट् लट्लकारे. लट्लकाररूपं किम्? लट्लकार इत्युक्ते भविष्यकाल. लट्लकारः इत्युक्ते भविष्यत्कालः, लट्लकारः इत्युक्ते वर्तमानकालः. लट्लकार वर्तमानकाल. अनन्तरं लृट्लकारः. इत्युक्ते अत्र यदा तदा पदद्वयम् अस्ति. यदा तदा पदद्वयं कुत्र तस्य उपयोगः भवति इत्युक्ते कालस्य विषये, केवलं कालस्य विषये एव. अत्र यदा किमपि भवति तदा इति वदामः. परन्तु अत्र यदि तर्हि स्थितेः विषये, तत्र स्थितिः का, कारणं किं, कस्मात् कारणं, कारणेन केन कारणेन किम् अभवत् अथवा केन कारणेन किं भविष्यति इति वदामः. अनन्तरम् अत्र इतोपि किमस्ति अत्र, अत्र विश्रान्तिः आवश्यकी इति दत्तमस्ति. किमर्थं तथा? विश्रान्तिः स्त्रीलिङ्गपदम् अस्ति, अतः आवश्यकी विशेषणं स्त्रीलिङ्गपदमेव अस्ति. उत्तमं, तदेव. अनन्तरम् अत्र भवन्तः दृष्टवन्तः वा, अत्र काफीं पिबतु इति एव लेखनीयं. काफीं, काफीं ददामि, अत्र केवलं काफीं ददामि, तत्र अनुस्वारः लेखनीयः अस्ति. काफीं ददामि इति वक्तव्यम्. अनन्तरम् अत्र विश्रान्तिः, स्वीकरोतु, तर्हि स्वीकरोतु इत्युक्ते अत्र किम्? तर्हि स्वीकरोतु लोट्लकार अस्ति. लोट्लकार किं स्वीकरोतु? विश्रान्ति स्वीकरोति. उत्तमम्. अत्र तर्हि स्वीकरोति इत्युक्ते तर्हि विश्रान्तिं स्वीकरोतु. अस्तु, अत्र विश्रान्तिः इति पदस्य द्वितीयाविभक्त्यन्तरूपं कर्मपदम् आवश्यकं तत्र. अनन्तरं कार्यालयं गत्वा वदामि इति सः उक्तवान्. किं वदति सः कार्यालयं गत्वा? किं वदति? अहं कार्यालये वदामि, कार्यालयस्थाने स्थाने अन्यजनार्थं कार्यालये वदामि. अत्र अखिलः वदति अहं कार्यालये वदामि इति सः उक्तवान्. सः कार्यालयं गत्वा किं वदति सहोद्योगिनं प्रति? अखिलः वदति राजेशः महान् ज्वरः अस्ति इदानीं, यतः कार्यालये न गतवान् अद्य. राजेशस्य ज्वरः अस्ति अथवा आसीत्? आसीत् आसीत्. राजेशः महान् ज्वरः आसीत्, अतः अद्य कार्यालयं नागतवान्. अत्र राजेशस्य ज्वरः अस्ति. अनन्तरं तं सूचयतु इति दत्त, अत्र भवन्तः पृष्टवन्तः निःशक्तिः इति दत्तमस्ति. अत्र विसर्गसन्धिः, सन्धेः प्रसक्तिः अस्ति. तत्र वाशरि इति सूत्रं कार्यं करोति. वाशरि इति सूत्रेण अत्र विकल्पेन रूपद्वयं सम्भवति. विसर्गः यथावत् तिष्ठति अथवा विसर्गस्य स्थाने प्रथमतया सकारः अनन्तरं शकारः अपि आगन्तुं शक्नोति. तत्र वा शरी इति सूत्रेण यदि व्याकरणे वा इति सूत्रे अस्ति चेत् वा इति पदमस्ति चेत् विकल्पेन विकल्पेन रूपद्वयं भवितुमर्हति इति अर्थः. अत्र केवलं विसर्गः यथावत् अस्ति, विसर्गं योजयित्वा एव पदं लिखितमस्ति. अहं न भगिनी पुनः वदतु. अत्र यदि विसर्गसन्धिं पठामः तदा वयं ज्ञातुं सम्पूर्णरीत्या भवती अवगन्तुं शक्नोति. परन्तु तत्र विसर्गस्य अनन्तरं शर्वर्णः शरि शर् एकः तत्र प्रत्याहाराः सन्ति. शर् प्रत्याहारे केचन वर्णाः सन्ति. यदि शर् प्रत्याहारस्थवर्णाः सन्ति चेत् तदा विकल्पेन तत्र रूपद्वयं सम्भवति. अस्तु अस्तु. शर् इति एकः प्रत्याहारः. अत्र शरि इति शर् प्रत्याहारस्य सप्तम्यन्तरूपं शरीपरे शरीपरे वा वा इत्युक्ते विकल्पेन रूपद्वयम् इति तस्य अर्थः. परन्तु अग्रे गत्वा वयं पठिष्यामः. अनन्तरम् इदा तदानीम् एव तत्र राजेशः स्वयम् आगच्छति. अखिलः गतवान् ततः अनन्तरं राजेशः सः स्वयम् आगत्य सः किं वदति? राजेशः वदति, माधुरी इदानीं ज्वरः अधिकः अस्ति इति चिन्तयामि, पश्यतु वैद्यः किम् उक्तवान् इति वदति. सः तथा वदति. अनन्तरं माधुरी किम् उत्तरं दत्तवती? माधुरी उत्तरं दत्तवती इति, यदि ज्वरः अधिकः अस्ति तर्हि गुलिके ददातु इति उक्तवान् भवान् शयनं उक्तवती इति उक्तवान् वैद्यः उक्तवान् वैद्य उक्तवान् भवान् शयनं करोतु अहं जलम् आनयामि. उत्तमम्. अत्र गुलिके इति पदस्य वचनं किम्? गुलिके नपुंसकलिङ्ग् शब्द नाभगिनी स्त्रीलिङ्गपदं स्त्रीलिङ्गपदं गुलिका इत्युक्ते किं? गुलिका औषधी पिल् औषधः औषधं गुलिका इति आकारान्तपदम्. अत्र गुलिके इति दत्तमस्ति. अत्र भगिनी अत्र पदमस्ति आकारान्तस्त्रीलिङ्गपदम्, अतः केवलं द्विती प्रथमाविभक्तिद्विवचनरूपं गुलिके गुलिके सप्तमी रूपं नास्ति. नास्ति अकार पुल्लिङ्गपदं सप्तमी रूपे ए. अत्र गुलिकापदस्य सप्तम्यन्तरूपं किम् एकवचने? भगिनि अत्र गुलिके द्विवचन अस्ति द्वितीयविभक्ति उत्तमम्. अत्र महोदयः अन्यः विषयः अपि अस्ति. द्वे गुलिके भगिनि द्वे गुलिके परन्तु अत्र महोदयः उक्तवान् यत् उक्तवान् द्वितीया विभक्तौ अपि अस्ति. अस्तु इत्युक्ते द्विवचनम् अपि च द्वितीया विभक्ति. अत्र अत्र किं विभक्ति उपयुज्य गुलिके किम् अत्र भवती एव वदतु अत्र विभक्तिः का? वचनं द्विवचनं प्रथमविभक्ति अहं मन्ये. न भगिनि, किमर्थमित्युक्ते अत्र ददातु ददातु ददातु इति क्रियापदमस्ति. सकर्मकधातुः इति कृत्वा अत्र क्रमपदं सम्भवति, अतः गुलिके ददातु. किं ददातु? गुलिके ददातु. कस्मै ददातु? राजेशाय ददातु. उत्तमम्. अनन्तरम् अत्र अन्तिमं वाक्यमस्ति, शयनं करोतु इति वाक्यमस्ति. अत्र शयनम् इति ल्युडन्तपदं, करोतु इति लोट्लकारः, वयं जानीमः. परन्तु वयं शेते इति पदस्य लोट्लकारः कः इति वयं जानीमश्चेत् एकं नूतनं पदं वयं ज्ञास्यामः. दृष्ट्वा वदन्तु यदि भवन्तः. वंशीसुधा भगिनी, भवती दृष्ट्वा वदतु. अहं दृष्टवती, तदर्थं वदामि. अत्र लोट्लकारे शेते इति पदस्य लोट्लकार प्रथमपुरुषरूपं श्वेताम्, मध्यमपुरुषरूपं सेष्व, त्वं सेष्व, भवान् श्वेताम् इति वक्तव्यम्. उत्तमं. किञ्चित् वयं नूतनानि पदानि ज्ञातवन्तः अद्य. उत्तमम्. अधुना वयं अभ्यासपुस्तके अत्र चतुश्चत्वारिंशत्तमे पुटे तत्र चत्वारि नूतनानि पदानि दत्तानि, तेषां विषये किञ्चित् चिन्तनं कुर्मः. धन्यवादः गीताञ्जलि भगिनी, शोभा भगिनी, अपि च उषा भगिनी. अभ्यासपुस्तके अत्र केवलं सम्भाषणं सरलमेव, अत्र एकं केवलं शोभा भगिनी भवती पाठतु. किं पुटे भगिनि? चतुश्चत्वारिंशत् तमे पुटे 15.1. च एव इति अपि. एतत् सम्भाषणं पठतु. भोः मित्र, कुत्र गच्छति भवान्? प्रवासार्थं गच्छामि. के के गच्छन्ति? अहं, श्रीनिधिः, भास्करः, विमला च गच्छामः. मेखला अपि आगच्छामि इति उक्तवती. सा आगच्छति वा न वा इति न जानामि. सा न आगच्छति एव. भवान् कथं जानाति? तस्याः गृहे कोऽपि कार्यक्रमः अस्ति, अतः सा प्रवासार्थम् आगन्तुं न शक्नोति. एवं वा? कः कार्यक्रमः? तस्याः भ्रातुः जन्मदिनं. तर्हि सा न आगच्छति एव, वयं गच्छामः. क्लास् लेप्तें संस्कृतम् अपरम पन्द्रं अस्तु. अधुना किञ्चित् अत्र चिन्तनं कुर्मः. भवती यत् पठितवती सम्यक् रीत्या पठितवती. अत्र मित्र इति पदमस्ति, वदतु भगिनि तस्य. मित्रं पदस्य सम्बोधनरूपम् अस्ति. उत्तमम्. अनन्तरम् अत्र प्रवासार्थं गच्छामि इत्युक्ते किम्? प्रवासार्थं गच्छामि, प्रवासं करणीयम्, अतः वयं गच्छामः. प्रवासम्. अत्र प्रवासम् इत्यस्य पदस्य अन्यानि पदानि पर्यटनं इति पदमपि अस्ति, अपि च यात्रां कुर्मः, यात्राम् इति पदानि अपि सन्ति. अनन्तरम् अत्र के के आगच्छन्ति इति प्रश्नस्य उत्तरं किम्? के के आगच्छ नामानि वा भगिनि? नामानि वदतु. के के? श्रीनिधिः, भास्करः, विमला अपि. गच्छन्तः. गच्छन्तः इत्युक्ते अत्र च इति तत्र अन्तम अन्ते योजितमस्ति च इति पदम्. अत्र श्रीनिधिः, भास्करः, विमला च गच्छामः. अनन्तरम् अत्र च इति पदं कथं योजितमस्ति इति वयं चिन्तनं कुर्मः. अनन्तरं मेखला अपि आगच्छामि इति उक्तवती इति दत्तमस्ति. अत्र इति योजयित्वा एकं वाक्यं वदतु भगिनि. इति अद्य वयं चलनचित्रमन्दिरं गच्छामः इति अहं वदामि. इति अहं वदामि. उत्तमं, तथा एव. अनन्तरम् अत्र सा आगच्छति वा न वा इति न जानामि. सा आगच्छति वा न वा इत्युक्ते सा अत्र सा इत्युक्ते का? सा इत्युक्ते मेखला. मेखला, मेखला यतः मेखलायाः आगन्तं निश्चयः नास्ति. आगमनं निश्चयः नास्ति. अतः मेखलायाः आगमनं निश्चयं नास्ति. किमर्थम्? किमर्थम् इत्युक्ते तस्य गृहे एकः कार्यक्रमः अस्ति. तस्याः षष्ठीविभक्ति किं भवति? भ्रातस्य भगिनी इत्युक्ते अत्र मेखलायाः भ्रातुः जन्मदिनम्. ओ, भ्रातुः एव. भ्रातुः इति पदस्य विभक्तिः का? भ्रातुः षष्ठीविभक्ति एव अस्ति. भ्राता पदस्य षष्ठीरूपं भ्रातुः. अनन्तरम् अत्र कोऽपि, वयं पूर्वमेव चर्चितवन्तः, कोऽपि इति पदमस्ति. तत्र सन्धित्रयम् अस्ति. कः वदति? कः योगः अपि. कः अपि, कः योगः अपि उकार भवति. अनन्तरं लोपः भवति, पूर्वसन्धि भवति, विसर्गसन्धि, पूर्वलोपसन्धि. अपि च कः, सोरि, गुणसन्धि भवति. कः अपि, कः अपि, का उ गुणसन्धि भवति. को को नन्तरं पूर्वरूपसन्धि भवति. उत्तमम्. इत्युक्ते अत्र प्रथमतया विसर्गसन्धिः भवति. विसर्गस्य स्थाने उकारः आगच्छति. तदनन्तरम् उकारस्य अनन्तरम् अत्र गुणसन्धिः भवति. गुणसन्धिः भूत्वा को भवति. अकार उकारयोः मेलनेन ओकारः भवति. अपि च ओकारः अपि च अकारः, ओकाराकारयोः मेलनेन पूर्वरूपसन्धिः भवति. इत्युक्ते अत्र सन्धित्रयम् अस्ति, विसर्गसन्धिः, गुणसन्धिः अपि च पूर्वरूपसन्धिः भवति. अत्र भ्रातुः इत्युक्ते षष्ठीविभक्त्यन्तरूपम्. अनन्तरम् अत्र एव इति पदमस्ति. सा नागच्छति एव. एव इत्युक्ते भवती किम् अवगतवती? वदतु भगिनि. एव इति एव, तत् एव. एव पदस्य उपयोगं एम्फसिस् अस्ति. सा न आगच्छति एव. एम्फसिस् आन् द सेण्टेन्स् भगिनि. तावदेव. अन्य अपि अर्थानि सन्ति. अन्ये अर्थाः सन्ति. अन्ये अर्थाः सन्ति. परन्तु तत् वाक्ये तस्मिन् वाक्ये केवलं तस्मिन् वाक्ये तस्मिन् वाक्ये एम्फसिस् किं वदामि भगिनि अवधारण किं वदामः वंशस्य भगिनी दृष्ट्वा वदतु अवधानम् अवधानम् इत्युक्ते पे अटेन्शन् अत्र अवधारण अवधारणं दत्त्वा अवधारणं दत्तमस्ति अस्तु अनन्तरम् अत्र अस्मिन् सम्भाषणे इतोपि किं किम् अस्ति अत्र एवम् इति पदमस्ति एव भिन्नं पदम् एवं भिन्नं पदम् एवम् एवं वा इति वदामः एवं वा इत्युक्ते किम् एवं वा स्थिति एवं वा भिन्नरूपेण इस् इट् लैक् देट् सो इस् देट् सो उत्तमम् उत्तमम् इत्युक्ते तथा वा अथवा इत्थं वा अथवा अस्तु वा वक्तुं शक्नुमः भगिनि अस्ति वा तथा अस्ति वा अथवा अस्ति वा तथा अस्ति वा अस्तु एवं वा इत्युक्ते तदेव अनन्तरम् उत्तमं भगिनि धन्यवादः तदेव अनन्तरम् अत्र अस्माकं पार्श्वे अन्यं करपत्रमस्ति अधुना अत्र उषा भगिनी अपि च वंशी सुधा भगिनी पठन्तु अत्र वार्षिकोत्सवसंरम्भः च अपि च एव योजयित्वा सम्भाषणं दत्तमस्ति आचार्यः किं करपत्रं भगिनि एव भगिनि मम पतिः भो न न अत्र वार्षिकोत्सवसंरम्भः आम् वार्षिकोत्सवसंरम्भः आं भगिनि श्वः वार्षिकोत्सवः भविष्यति खलु तन्निमित्तं सर्वसज्जाताः अभवन् किं भवान् वदतु विजय कः कः किं किं करिष्यति इति शङ्करः राकेशः विशाखः च सभायाः अलङ्कारं करिष्यन्ति अमरः प्राणेशः च आसनव्यवस्थां द्रक्ष्यतः मण्डपस्य अलङ्कारं के करिष्यन्ति उषा तस्य सख्यः च मण्डप अलङ्कारं करिष्यन्ति दीपालङ्कारं के करिष्यन्ति नन्दीशः इत्यादयः दीपालङ्कारं करिष्यन्ति मुख्यातिथिं कः आनेष्यति मुख्यातिथिम् अहमेव आनेष्यामि मुरलिः तं प्रेषयिष्यामि प्रेषयिष्यति अध्यक्षः स्वयमेव आगमिष्यति अतः कोऽपि तम् आनेष्यति अध्यक्षः स्वयमेव आगमिष्यति प्रार्थनां रमा उषा च गास्यतः मालार्पणम् अहं मुरलिः च करिष्यावः श्वः कार्यक्रमः व्यवस्थितं यथा स्यात् तथा त्वं परिशीलयिष्यसि ननु ननु तत्र सन्देहः एव मास्तु वयं सर्वे सम्यक् कार्यक्रमं करिष्यामः तर्हि श्वः मेलिष्यामि अहं शीघ्रम् आगमिष्यामि अत्र किं दत्तमस्ति इति एकवारं पश्यामः वार्षिकोत्सवसंरम्भः अत्र कति पदानि सन्ति भगिनि वदतु वंशसुधा भगिनि अस्मिन् पदे वार्षिकः उत्सवः संरम्भः संरम्भः त्रीणि पदानि अत्र उत्तमम् इत्युक्ते अत्र वार्षिकोत्सवः इति पदमस्ति तत्र सन्धिः कः वार्षिकः उत्सवः अत्र गुणसन्धि भवति वार्षिको भवति वार्षिकोत्सवः वार्षिकोत्सवसम्भ्रम अत्र विसर्गसन्धि भवति भगिनि समासः अस्ति समासः अस्ति सन्धिः नास्ति यथा भवती उक्तवती वार्षिकोत्सवः इति गुणसन्धिः संरम्भः समस्तपदमस्ति भगिनि तत्र अत्र चत्वारि पदानि सन्ति अत्र सम् उपसर्गपूर्वकः पुनः अत्र रब् धातुः एव अत्र पदन्तु परन्तु तत्र रूपं किम् इति वयं द्रष्टव्यमस्ति अत्र संरम्भः इति पदमस्ति सम् उपसर्गः एव अनन्तरम् अत्र तन्निमित्तं सर्वसज्जिताः अभवन् इत्युक्ते किम् तन्निमित्तम् इत्युक्ते वार्षिकोत्सवनिमित्तं सर्वसज्जताः अभवन् वार्षिकोत्सव सम्बन्धे भगिनि अत्र अभवन् इति पदं किमर्थम् अभवन् इत्युक्ते लङ् लकारे क्षम्यतां भूतकाले अस्ति प्रथमपुरुषे बहुवचनरूपम् अभवन् लङ् लकारे प्रथमपुरुष बहुवचनं उत्तमम् किमर्थं बहुवचनम् इत्युक्ते सर्वसज्जताः सर्वसज्जताः इति बहुवचनम् अस्ति तदर्थम् अभवन् किम् इति दत्तमस्ति अत्र सज्जता इत्युक्ते किम् सज्जता इत्युक्ते सर्वम् अपि सम्यक् अस्ति अन्यपदानि अहं न सज्जता इत्युक्ते यथा महोदयः उक्तवान् प्रिपरेशन् परन्तु संस्कृतभाषायां किं वदामः सिद्धता अथवा सन्नाहः सन्नाहः इत्यपि वक्तुं शक्नुमः सज्जता भवती भवती सिद्धा वा इति वक्तुं शक्नुमः अथवा भवती सज्जा वा इति वक्तुं सज्जा अपि पदमस्ति न भगिनि सज्जा अपि अस्ति सिद्धा अपि अस्ति अत्र त्रिषु लिङ्गेषु भवति सिद्धः सिद्धा सिद्धं तथा एव त्रिषु लिङ्गेषु भवति परन्तु अत्र सज्जता इति पदमस्ति आकारान्तपदं सज्जता अनन्तरम् अत्र तन्निमित्तम् इति पदमस्ति अत्रापि सन्धिः अस्ति कः वदति तत् निमित्तं भगिनि तन्निमित्तं तन्निमित्तम् एतत् तत्त्वसन्धिः अपि भवति परन्तु अन्यत् एकः अस्ति अहं न जानामि सम्यक् बट् नकारः अस्ति चेत् अत्र भवति अत्र किं भवति इत्युक्ते अत्र तत् तन्निमित्तम् इति पदमस्ति तत् योगः निमित्तं तत्र किं भवति प्रथमतया तत् इति पदं तद् भवति तद् भवति केन सूत्रेण जलां जशोन्ते जलां जशोन्ते इति सूत्रेण जस्वसन्धिः जस्वसन्धिः भूत्वा प्रथमतया तत् तद् भवति तद् योगः निमित्तं तन्निमित्तं तत्र सवर्गीय अन्तिमवर्णादेशः भवति अनुनासिकसन्धिः भवति अनुनासिकसन्धेः सूत्रं किमित्युक्ते यरोऽनुनासिकेनु नासिको वा अनेन सूत्रेण अत्र अनुनासिकसन्धिः भवति अनन्तरम् अत्र वंशीसुधा भगिनी भवती वदतु अत्र विजय इति पदमस्ति तस्य रूपं किम् विजय इत्युक्ते लोट्लकारे मध्यमपुरुषे भगिनि न न विजय न न ओ शङ्कररमेशरालङ्कार का कुत्र अस्ति भगिनि विजय भवान् वदतु विजय आमाम् आम् ओ सम्बोधनवच ओके अहं किं विजय सम्बोधनम् अस्ति भगिनि विजयः शब्दः सम्बोधनम् उत्तमम् उत्तमम्. कः कः किं किं करिष्यति इति वदतु इति आचार्यः विषयं पृष्टवान्. कः कः किं करिष्यन्ति वार्षिकोत्सवसंरम्भ वार्षिकोत्सवविषये कः कः किं किं करिष्यन्ति इति वदतु इति आचार्यः विजयं पृष्टवान्. अत्रापि पश्यतु भगिनि, शङ्करः अलङ्कारम् इति पदं पदद्वयमस्ति, तत्रापि सन्धिः अस्ति. सन्धेः नाम किं? शङ्करः इत्यस्मिन् पदे अपि च अलङ्कारम्. आम् आम्, अनुस्वारयै परिसवर्णः सूत्रे भगिनि पञ्चम पञ्चम कवर्गीय पञ्चमवर्णः आगच्छति. उत्तमम्. इत्युक्ते तस्य नाम अस्ति, सन्धेः नाम अस्ति परसवर्णसन्धिः. अनुस्वारस्य ययी परसवर्णः. अपि च अत्र च इति कुत्र कुत्र दत्तमस्ति वदतु, कथं लिखितवान् च इति पदम्? अन्ते अस्ति, शङ्करः राकेशः विशाखः च सभायाः अलङ्कारं करिष्यति. त्रीणि त्रयः पुरुषः अनन्तरं च इति योजयामः चेत् स मिलित्वा वदामः इति अर्थः. अनन्तरम् अग्रिमे वाक्ये अमरः प्राणेशः च आसन्. क्षम्यतां भगिनि, किञ्चित् सम्यक् नास्ति. अमरः प्राणेशः च आसन् व्यवस्थां द्रक्षतः. अत्र पश्यतु, अमरः प्राणेशः च अत्र जनद्वयमस्ति. जनद्वयमस्ति इति कृत्वा अत्र क्रियापदं कथमस्ति? व्यवस्थां द्रक्षतः क्रियापदं द्रक्षतः भवति. द्रक्ष्यतः अत्र रूपं किं? द्रक्ष्यति, द्रक्षतः, द्रक्षन्ति. उत्तमं. तावदेव. आसनव्यवस्था इत्युक्ते किम्? आसनव्यवस्था इत्युक्ते सभायाः सर्वे अपि आसन्दः उत्पीठिका सर्वं व्यवस्थां कृतवन्तः. उत्तमं, तावदेव. इत्युक्ते अत्र आसनं वयं जानीमः. आसनम् आसनम् इति पदं ल्युडन्तपदम्. आसनव्यवस्था आसनव्यवस्था अत्रापि समस्तपदमस्ति. व्यवस्था आकारान्तपदम्. आसनव्यवस्थां द्रक्ष्यतः अत्र कर्मपदम्. आसनव्यवस्थां द्रक्ष्यतः के तत्र के द्रक्ष्यतः कौ द्रक्ष्यतः? अमरः अमरः प्राणेशः द्रक्ष्यतः च. अमरः प्राणेशः च. उत्तमम्. अपि च मण्डपस्य अलङ्कारं के करिष्यन्ति? मण्डपस्य अलङ्कार उषा तस्याः सख्यः च मण्डप अलङ्कारं करिष्यन्ति. अत्र मण्डपः इति पदस्य तस्य कृते अन्यं पदमस्ति वेदिका. वेदिका. आं भगिनि, वेदिका योजयित्वा वदतु मण्डपस्य अलङ्कारं तस्मिन् स्थाने. वेदिकायाः अलङ्कारं के करिष्यन्ति? उत्तमम्. वेदिकायाः अलङ्कार वेदिकायाः अलङ्कारं के करिष्यन्ति? के करिष्यन्ति वेदिकायाः अलङ्कारम्? उषा तस्याः सख्यः च करिष्यन्ति. सख्यः रूपं किं? सखी, सख्यौ, सख्यः. इत्युक्ते उषायाः सख्यः करिष्यन्ति. उत्तमम्. अत्र मुख्यातिथिम् इति दत्तमस्ति, अत्रापि सन्धिः अस्ति. सन्धेः नाम किम्? मुख्य अतिथिः सवर्णदीर्घसन्धिः भगिनि. मुख्यः अति मुख्या अतिथिः मुख्या अतिथिः सवर्णदीर्घसन्धिः भगिनि. अत्र पदविच्छेदं सम्यक् रीत्या करोतु. मुख्य अतिथिः मुख्ययोगः अतिथिः किं किं भवति? मुख्यातिथिः मुख्यातिथिः मुख्यातिथिं कः आनेष्यति अत्र मुख्यातिथिम् अत्र कर्मपदम् आनेष्यति आनेष्यति तस्य पदस्य लट् रूपं किम् नयति नयति आनयति कः आनयति मुख्य अतिथि विजयः वदति मुख्य अतिथिम् अहमेव आनेष्यामि विजयः वदति कम् आनेष्यति मुख्य अतिथिम् आनेष्यति कम् आनेष्यति इत्युक्ते मुख्य अतिथिम् आनेष्यति अत्र आनेष्यति इति अथवा आनयति इति पदं स्वीकुर्मः चेत् आ उपसर्गपूर्वकः नीधातुः नीधातुः आयोगः नीयोगः शप् योगः तिप् इति वदामः आयोगः नीयोगः शप् योगः तिप् इति भवति उत्तमम् अनन्तरम् अत्र उत इति पदं दत्तमस्ति उत इत्युक्ते किम् अध्यक्षः स्वयमेव उत कोपितम् उत इत्युक्ते अथवा उत आर् अथवा दत्तमस्ति अनन्तरम् अत्र गास्यतः इति पदमस्ति अत्र प्रार्थनां रमा उषा च गास्यतः गायति गायतः गायन्ति गास्यतः इति भविष्यत्कालरूपम् अस्ति द्विवचनरूपम् अस्ति भगिनि भविष्यत्कालरूपं के उत्तमम् अनन्तरम् अत्र रमा उषा च किं गास्यतः प्रार्थनां गास्यतः उत्तमम् अनन्तरम् अत्र ननु इति पदं दत्तमस्ति ननु इत्युक्ते किम् परिशीलिष्य ननु कुत्रापि अहं पठितवती परन्तु अहं न स्मरामि भगिनि अत्र समानपदम् अत्र अत्र पठतु आचार्यः वदति पठतु श्वः कार्यक्रमः व्यवस्थितं यथा स्यात् तथा त्वं परिशीलयिष्यसि ननु ओ किला अपि सम्यक् अस्ति भगिनि किलाय खलु किला अथवा खलु अथवा संस्कृतभाषायां हि हि अपि अस्ति हि इत्युक्ते तत्रापि एम्फाटिक् वर्ड् ओ आं भगिनि हि हि इति पदमस्ति अनन्तरं भवन्तः जानन्ति एव परिशीलयिष्यसि इति रूपं भगिनि हि हि ह्रस्व इकारः अस्ति दीर्घ इकारः अस्ति भगिनि ह्रस्व इकारः हि हि इति योजयामश्चेत् अत्र एम्फाटिक् वर्ड् भवति अत्र आचार्यः विजयं प्रति वदति श्वः भवान् सम्यक् रीत्या परिशीलयिष्यसि ननु इति वदति उत्तमम् अनन्तरम् अत्र इतोपि किं दत्तमस्ति शीघ्रम् आगमिष्यामि अहं शीघ्रम् आगमिष्यामि अत्र शीघ्रम् इति पदस्य विषये वदतु शीघ्रमिति अव्ययपदमस्ति भगिनि अपि च क्रियाविशेषणं क्रियाविशेषणम् आं भगिनि क्रियाविशेषणम् अत्र भवती अस्मि किम् अवगतवती अत्र सम्भाषणं पठित्वा अत्र च अपि च एव इत्यस्मिन् विषये किञ्चित् वदतु च यदि अहं एकं पदं यद् पदं या एकम् एकव्यक्ति सूचयामः चेत् च न उपयोग द्वे या त्रीणि या चत्वारः वस्तूनि अथवा जनाः सन्ति चेत् च उपयोगं करिष्यामः च इति पदाः अन्ते आगच्छति एव इत्युक्ते एव कथम् उपयोगं करिष्यामः इति एव इति यदि अहं पश्यतु, अत्र पश्यतु, अहमेव आनिष्यामि, आनेष्यामि, अहमेव आनिष्यामि, अध्यक्षः स्वयमेव आगमिष्यति, अध्यक्षः स्वयमेव आगमिष्यति, अथवा सन्देहः एव मास्तु. अत्र किं वदामः? वदतु. अहं जानामि, परन्तु संस्कृतभाषया अहं न वक्तुं शक्यते भगिनि. किञ्चित् किञ्चित् वदतु भगिनि, प्रयत्नं करोतु. एव एव यदि अहं वक्तुम् इच्छामि, अहम् एव करोमि, अहमेव इत्युक्ते अहमेकम् एव करोमि इति यदि वदामः चेत् अहम् एव करोमि इति वदामि. उत्तमं, तावदेव. अहमेव करोमि इत्युक्ते अहमेव करोमि एव. भगिनि भगिनि अत्र वार्षिकोत्सव समारम्भ समारम्भः अस्ति, अपि च संरम्भः अपि अस्ति. अत्र समारम्भार्थक अस्ति न समारम्भ अत्र वार्षिकोत्सव डे समथिङ्ग् तदा तदर्थमेव अस्ति न. अत्र यावत् अहं रम्भ इस् बिगिनिङ्ग् भवती उक्तवती, रम्भ आरभ्य इति भवति, रब् बिगिनिङ्ग् अस्ति. अत्र अत्र वार्षिकोत्सव समारम्भ एव इति अर्थेन दत्तमस्ति इति अहं चिन्तयामि, समारम्भ इति अहं चिन्तयामि. संरम्भः अस्ति, अपि च समारम्भः अपि अस्ति, परन्तु तयोर्मध्ये भेदः कः इति द्रष्टव्यं, दृष्ट्वा एव शक्नुमः. इदानीं दृष्टवान् अहं सारम्भ इति, अत्र बिगिनिङ्ग् इति दत्तमस्ति स्पोकन् सान्स्कृत् मध्ये, समारम्भ इति सेलेब्रेशन् फङ्क्षन् अस्ति इति दत्तमस्ति. इत्युक्ते अत्र समारम्भः इत्युक्ते तम् उपसर्गपूर्वकः आरम्भः इति वदामः, आरम्भः इत्युक्ते बिगिनिङ्ग् बिगिनिङ्ग् अस्ति. परन्तु अत्र संरम्भः, संरम्भः इत्युक्ते कोलाहल, सम् कैण्ड् आफ् कोल, तादृशार्थः कोलाहलम् इति न वदामः, परन्तु अत्र दत्तमस्ति कोलाहल अपि. अस्तु अस्तु. अनन्तरम् अत्र भवतां कृते अहम् एकं श्लोकं वदामि. तस्मिन् श्लोके बहूनि बहुवारं च इति पदम् आगतम्. उत्तमः श्लोकः, सर्वे गूगल् कृत्वा पश्यन्तु तस्य अर्थः कः इति, भवन्तः जानन्ति चेत् सम्यक् भवति. अत्र श्लोकः एवमस्ति, यस्माच्च येन च यदा च यथा च यच्च यावच्च यत्र च शुभाशुभ आत्मकर्म, तस्माच्च तेन च तदा च तथा च तच्च तावच्च तत्र च विधातृवशादुपैति इति एकः श्लोकः अस्ति. तस्मिन् श्लोके च अनेकवारम् आगच्छति. पुनः वदामि, यस्माच्च येन च यदा च यथा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म, तस्माच्च तेन च तदा च तथा च तच्च तावच्च तत्र च विधातृवशादुपैति. यदि भवन्तः अस्य श्लोकस्य अर्थं जानन्ति चेत् बहु आनन्दः भवति. सम्यक् श्लोकः, सर्वे गूगल् कृत्वा पश्यन्तु, नो चेत् अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा तस्य अर्थः कः इति वयं ज्ञातुं शक्नुमः, ज्ञास्यामः. अनन्तरम् अत्र किञ्चित् कालं अत्र अन्यं करपत्रमस्ति, अत्र सतीश् महोदय अपि च रघुपति आचार्यमहोदय अत्र अन्यं करपत्रं पठन्तु. मम पतिः क्षम्यतां भगिनि, मम गृहे केचन बान्धवाः आगच्छन्ति, मया गन्तव्यं भगिनि. धन्यवादः भगिनि. धन्यवादः. चिन्ता मास्तु. चिन्ता मास्तु. अत्र अग्रिमं करपत्रम्. आम् विमला, अश्विनी पाकः सिद्धः किम्? अहमेव पठामि. पठतु महोदय. अपि च भोः सतीश् महोदय, सतीश् महोदय भवान् पठति वा विमला अश्विनी अश्विनी विमलयोः सम्भाषणं? सतीश् महोदय अत्र अस्ति वा? किं भोः अद्य जलमेव नासीत्? मम अद्य पाककार्यमेव नास्ति. अद्य वयं विवाहं गच्छामः, किन्तु मम पतिः कार्यालयतः न आगतवान् एव. भवत्याः पुत्री सङ्गीतकक्ष्यां न गच्छति किम्? सा सङ्गीतं न इच्छति एव. भवत्या किमर्थं सङ्गीतकक्षागमनं पृष्ठम्? अद्य सा किमपि गीतवती, अहं तत् श्रुतवती. सा सम्यक् गायति, अतः अहं चिन्तितवती एषा सङ्गीतकक्ष्यां गच्छति इति. अश्विनी, अद्य प्रातःकाले एव कोऽपि भवत्या सह सम्भाषणं करोति स्म, खलु? कः सः? अद्य प्रातः अहम् अन्येन केनापि सह सम्भाषणं न कृतवती एव. तदस्तु, भवत्या दृष्टः सः कथम् अस्ति? सः उन्नतः, उपनेत्रधारी, श्वेतः. सः एव मम पतिः भोः. एवं वा? दूरात् अहम् अन्यः कोऽपि नूतनः इति चिन्तितवती. उत्तमम् उत्तमम्. अत्र सतीश् महोदय भवान् वदतु, अत्र अश्विनी इति पदमस्ति, अश्विनी सम्बोधन अस्ति, पाकसिद्धं किम्? अत्र पश्यतु, पच् पच् धातुतः पाकः इति पदम् आगतम्. अत्र प्रत्ययः अस्ति, अत्र पच् धातोः रूपमेव पाकः. पाकः सिद्धः. अत्र नासीत् इति पदमस्ति, अत्र सन्धेः नाम किम्? नाम किम्? नासीत्. नासीत् इति पदमस्ति. नासीत्, जलमेव नासीत्. जलम् अद्य जलमेव नासि न आसीत् न युक्त आसीत् अत्र भवत्याः तत्र किं वक्तव्यं तस्य वाक्यैः? तत् भो अद्य जलमेव नासीत् भवत्याः, न जानामि किं भवत्या पाकसिद्धं वा इति. इत्युक्ते अद्य जलमेव नासीत् परन्तु भवत्याः पाकः सिद्धं सिद्धः वा? कथम् अभवत् जलं? यदि जलं नास्ति तर्हि पाकः सिद्धं किं भविष्यति? जलमेव नास्ति चेत् कथं भविष्यति? अनन्तरम् अत्र विमला, मम अद्य पाककार्यमेव नास्ति. ओ, अद्य वयं विवाहं गच्छामः. अत्र पश्यन्तु, विवाहं गच्छामः इति दत्तमस्ति, परन्तु अहं चिन्तयामि विवाहं द्रष्टुं गच्छामः इति सम्यक् भवति. विवाहं गच्छामः इत्युक्ते अत्र कलोक्वियल् रीत्या अस्ति. विवाहं गच्छामः सम्यक् नास्ति, विवाहं द्रष्टुं. विवाहं द्रष्टुं गच्छामः इति वक्तव्यम् अस्ति. अत्र किन्तु इति पदस्य स्थाने परन्तु साधारणतया योजयामः, किन्तु अथवा परन्तु. अनन्तरम् अत्र अनन्तरम् अत्र वाक्यं पश्यतु महोदय, अश्विन्याः वाक्यमस्ति, भवत्याः पुत्री सङ्गीतकक्ष्यां न गच्छति किम्? अस्मिन् वाक्ये कर्मपदं किम्? गच्छति न कर्मपदं कर्मपदम् ओ सो गीतकक्षा सङ्गीतकक्ष्याम् इति कर्मपदम्. अनन्तरं अग्रिमे अग्रिमे वाक्ये अत्र भवत्या किमर्थं सङ्गीतकक्ष्यागमनं पृष्टम्? अत्र अस्मिन् वाक्ये विशेषः कः? अत्र कश्चित् विशेषः अस्ति. भवत्या किमर्थं सङ्गीतकक्ष्यागमनं पृष्टम्? पृष्टम् ओ भवत्या किमर्थं पृष्टम्? अत्र वाक्यं वाक्यस्य प्रयोगः भिन्नप्रयोगः इत्युक्ते अत्र वाक्यं कर्मणि प्रयोगे अस्ति. ओ सा सङ्गीतमिच्छति, भवत्या किमर्थं सङ्गीतवा ओ सङ्गीत आगमनं पृष्ठम् ओ कर्मणि प्रयोगः अस्ति. भवत्या कारणेन तृतीया विभक्तिः अस्ति, तदर्थम् इदं कर्मणि वाक्यम् अस्ति. किमर्थम् इत्युक्ते अत्र कर्मणि प्रयोगे एकः नियमः अस्ति. नियमः कः इत्युक्ते त्रीणि एकम् एकम् त्रीणि द्वितीय एकं त्रीणि द्वितीयं त्रीणि एकम् एकम् इति वदामः. इत्युक्ते किं वदतु महोदय? त्रीणि भवत्या किमर्थं पृष्ठम् किमर्थं त्यजतु केवलं प्रश्नवाचकपदं, परन्तु कर्मणि प्रयोगे त्रीणि एकम् एकम् इति नियमः अस्ति. इत्युक्ते किं सङ्गीतकक्ष्यागमनम् इति एकम् अपि च पृष्ठमपि एकं त्रीणि एकम् एकम् इति वदामः. इत्युक्ते कर्तृपदस्य तृतीया विभक्तिः भवति, कर्मपदस्य प्रथमा विभक्तिः भवति. परन्तु अत्र पृष्ठम् इति पदमस्ति. पृष्ठम् इति पदं क्तान्तरूपं क्तान्तरूपं नपुंसकलिङ्गे अस्ति. किमर्थं चेत् तत्र आगमनम् इति पदं नपुंसकलिङ्गे अस्ति इति कारणतः पृष्ठम् इति पदं नपुंसकलिङ्गे अस्ति. अत्र त्रीणि एकम् एकम् इति वदामः. अनन्तरम् अत्र पुनः पश्यन्तु, सा गीतवती अहं श्रुतवती इति दत्तमस्ति. इत्युक्ते अत्र यदि यदा कदापि वयं क्तवत्वन्तरूपाणि योजयामः, क्तवत् प्रत्ययान्तरूपाणि, तत्र पुरुषभेदः नास्ति. ओ पुरुषभेदः नास्ति पुरुषभेदः नास्ति केवलं क्तवत्वन्तरूपेषु लिङ्गभेदः भवति, अपि च वचनभेदः अपि अस्ति, परन्तु पुरुषभेदः नास्ति. कथम् इत्युक्ते सा श्रुतवती अहं श्रुतवती अहं श्रुतवती अथवा सा गीतवती अहं गीतवती तदपि समीचीनम्. इत्युक्ते अत्र प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष तयोर्मध्ये भेदः न भवति, केवलं लिङ्गभेदः अथवा लिङ्गभेदः इत्युक्ते गीतवान् गीतवती श्रुतवान् श्रुतवती तथा लिङ्गभेदः दृश्यते, परन्तु पुरुषभेदः न दृश्यते. अनन्तरम् अत्र इतोपि किं दत्तमस्ति, भवत्या सह इति पदमस्ति. तृतीयविभक्ति भवत्या सह भवत्या सह विभक्तिः का महोदय? तृतीयविभक्ति भवत्या तृतीया भवत्या सह अत्रापि अत्र उपपदविभक्तिः इति वदामः. भवत्या सह सम्भाषणं करोति खलु करोति स्म इत्यस्मिन् विषये वदतु महोदय. करोति स्म अस्ति पास्ट् टेन्स् इट् इस् अस्ति स्म स्म इस् भूतकाल भूतकाल भूतकालार्थे लङ् योजयित्वा वदतु लङ्लकारं योजयित्वा वदतु भूतकाले अस्ति सन्ति आसीत् आस्ताम् आसन् अत्र अत्र धातुः अस्ति कुरु करोति स्म करोति स्म अकुर्वत् रघुपति आचार्य महोदय भवान् वदतु अत्र वाक्यं किं भवति लङ्लकारे सम्भाषणम् अत्र कुत्र भगिनि एकनिमिषम् अत्र अद्य प्रातःकाले एव अद्य सहवती भवत्या सह सम्भाषणं करोति स्म अद्य प्रातःकाले एव कोऽपि भवत्या सह सम्भाषणं करोति स्म भवत्या सह सम्भाषणं सम्भाषणं भवत्या सह कोऽपि कृतवान् लङ्लकारे सम्भाषणम् अकरोत् अकरोत् नो चेत् सम्भाषणं सम्भाषणम् अकरोत् अकरोत् अथवा सम्भाषणं कृतवान् कोऽपि भवत्या सह सम्भाषणं कृतवान् खलु इति भवति अनन्तरम् अग्रिमं वाक्यमस्ति अत्र भवत्या दृष्टः सः कथमस्ति भवत्या दृष्टः सः एतद् वाक्यमपि कर्मणि प्रयोगे अस्ति कर्मण्यर्थे भवत्या दृष्टः वदतु अस्मिन् विषये वदतु भवत्या दृष्टः सः कथमस्ति भवत्या द्वितीया भक्ति अत्र कर्तरिप्रयोगे वाक्यं रचयतु महोदय शक्नोति चेत् भवती किं तिष्ठति भवती किं पश्यति सा दृष्टं वदतु भगिनि उषा भगिनि सा दृष्टं कथम् अस्ति भवती भवती येन दृष्टं सः भवती यं दृष्टं सः कथमस्ति भवत्या दृष्टः सः कथमस्ति उत्तमं सः कथमस्ति वदतु भगिनि कर्तरिप्रयोगे किं वदामः भवत्या दृष्टः सः भवती यः दृष्टवती सः कथम् अस्ति भवती तं दृष्टवती तं दृष्टवती इत्युक्ते तत्र किं वक्तव्यम् इत्युक्ते महोदय अत्र आचार्यमहोदय भवान् पश्यतु अत्र दृष्टः इति पदं दृष्टः इति पदं क्तान्तरूपम् दृश्योगः क्त अत्र ककारः इत्संज्ञकवर्णः भूत्वा तकारः अवशिष्यते अत्र दृश्योगः त दृष्ट इति भवति दृष्ट इति क्तान्तरूपम् परन्तु दृश् धातुः सकर्मकधातुः इति कृत्वा वाक्यं कर्मणि प्रयोगे एव सम्भवति तत्र क्तान्तरूपाणां विषये तत्र केचन नियमाः सन्ति यदि धातुः सकर्मकधातुः अस्ति चेत् कर्त्रर्थे वाक्यं न सम्भवति कर्मण्यर्थे एव वाक्यं सम्भवति तदर्थं भवती तं दृष्टवती तवत्वन्तरूपम् एव रचयितुं शक्नुमः अत्र भवती तं दृष्टवती. अनन्तरम् अत्र अत्र सतीश् महोदय भवान् वदतु, सः कथमस्ति? सः कथमस्ति, कथमस्ति सः? कथमस्ति सः? सम्यक् सः सः कथमस्ति? उषा भगिनी भवती वदतु, सः कथमस्ति? सः कथमस्ति अत्र? सः अस्मिन् उपनेत्रधारी श्वेतः अस्ति. उन्नतः उन्नतः उपनेत्रधारी श्वेतः श्वेतः अस्ति. अत्र सतीश् महोदय भवान् एव वदतु, अत्र एव योजयित्वा वाक्यानि बहूनि सन्ति, भवान् किम् अवगतवान् एव इत्यस्मिन् विषये? सः एव मम पति, सः एव इत्युक्ते न आगतवान् एव, सा सङ्गीतं न इच्छति एव, न इच्छति एव, अपि च प्रातःकाले एव, प्रातःकाले एव, अपि च अहं केनापि सह सम्भाषणं न कृतवती एव, अन्ततो गत्वा सः एव मम पतिः एव इत्युक्ते अत्र केवलं किं वदामः? अवधारणम् आचार्य भवान् एव उक्तवन्तः इति अहं चिन्तयामि. अवधारणम् इत्युक्ते कुत्रापि पठितवान् अहं न जानामि. अवधारण इत्युक्ते सर्टेण्टि इति अर्थे भवति इति अहं चिन्तयामि, सम्यक् न जानामि. दृष्ट्वा पुनः अग्रिमे सप्ताहे तस्मिन् विषये इतोपि चिन्तनं कुर्मः. तावदेव आङ्ग्लभाषायाम्. अनन्तरं ओन्लि उत्तमं. गतसप्ताहे वयं अत्र अपरिवर्तनीयः विधिनियमः इति कथां तत्र आरम्भं कृतवन्तः, परन्तु अग्रिमे सप्ताहे तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः. अधुना अत्र स्थगयाम. धन्यवादः. नमस्कारः. नमस्कारः. धन्यवादः. धन्यवादः भगिनि. हेपि जुलै 4th. अभिनन्दनानि भगिनि. थेङ्क् यू. सेम् टु यू भगिनि.